नमः सर्वेभ्यः। भाषापाठः द्वितीयभागस्य वर्गे सर्वेषां स्वागतम्। अद्यतनविषयः वयं पठामः सङ्ख्याविषये अस्ति। तत्र द्वा एवम् अष्ट एतत् विषये द्वा एवम् अष्ट एतस्मिन् विषये कथं भवति सङ्ख्यानिर्माणम् इति अस्ति। तर्हि पञ्चचत्वारिंशत् अधिकशततम 145 इति अध्यायः अस्ति, ततः आरभामहे। महोदय 144 हा तत् कर्तुं शक्यते महोदय, स्वस्यैः कर्तुं शक्यते इति। स्वस्यैः कर्तुं शक्यते इत्युक्ते तदेव विषये अस्ति, कुत्सः विषये एव अस्ति। अग्रिम अध्यायत्रयम् इति सङ्ख्याविषये एव अस्ति, तर्हि ततः तत् अद्य कर्तुं शक्यते। अस्तु, अत्र अद्यतनविषयः किञ्चिदेव वदामि, तदनन्तरम् आरभामहे इति पदमस्ति इति द्वि अथवा पदमस्ति द्व, एवम् अन्यत् पदमस्ति अष्टन्। द्वि अधिकम् अष्टन् इकार अकारयोः यकारः, स्वरसन्धिः तत्र अस्ति। द्वष्टन्नोः इति द्विवचनमस्ति, द्वष्टन्नोः। आत्वम्, आत्वम् इत्युक्ते तत्र आकारः आगच्छति, आत्वम्। एवं यत्रेः इत्युक्ते पदमस्ति त्रि, त्रेः त्रयः च इति कानिचन पाणिनिसूत्राणि एव अस्ति साक्षात् संख्याविषये, तत् तद्विषये अस्ति। तर्हि सङ्ख्या शीर्षकमस्ति द्वष्टनोः आत्वं त्रेः त्रयः च इति अस्ति शीर्षकः अध्यायस्य। अस्तु, तर्हि आरभामहे। कृष्णमहोदय पठतु, तर्हि आरम्भं करोतु। शीर्षक अस्ति द्वयस्तनोः आत्मं त्रैः त्रयः च। शिष्य पृच्छति, वदति, श्रीमन् द्विचत्वारिंशत् इति साधु, उत द्वाचत्वारिंशत् इति प्रश्नः अस्ति। यदि द्विचत्वारिंशत् साधु अस्ति वा द्वाचत्वारिंशत् द्वि अथवा द्वा, तो आचार्य वदति उभयथा अपि साधुता, द्वयोः साधु। विकल्पेन अथवा साधु द्विचत्वारिंशत् अथवा द्वाचत्वारिंशत्। इति प्रथममस्ति तत्र, यदि चत्वारिंशत् एवं तदनन्तरम् अग्रे यदि द्विपदम् आगच्छति चेत् तत्र द्वि एव भवति अपि च द्वा अपि भवति, विकल्पेन द्वा। साधारणतया द्विचत्वारिंशत् इति वदामः, द्वाचत्वारिंशत् अपि भवति विकल्पेन, उभयता अपि साधु भवति। तर्हि अत्र प्रश्नः उदेति किमर्थं चत्वारिंशत् एव तत्र छात्रः पृच्छति, किमर्थम् इत्युक्ते अग्रे किञ्चित् सङ्केतः अस्ति। चत्वारिंशत् यत् अस्ति तस्य अग्रे एकं सूत्रमस्ति, तत्र अधोभागे अन्यत् सूत्रमस्ति, उन एकं सूत्रमस्ति, अग्रे अन्यत् सूत्रमस्ति। इति कृत्वा चत्वारिंशत् एव इति प्रश्नः एव पृष्टवान्। तर्हि किं किम् अस्ति तत् इदानीं पश्यामः अग्रे गत्वा। तर्हि अग्रे विनोद् महोदय पठतु कृपया। आम् आम् शिष्य वदति एवं तर्हि द्वित्रिंशत् इति उभयथा अपि किं साधुता। शिष्य प्रश्नं पृच्छति शब्दत्रिंशत् साधु किम् अस्ति द्वा और द्रि द्वात्रिंशत् और द्वित्रिंशत् साधु प्रश्नं अस्ति द्वा अथवा द्रि साधु अस्ति। आचार्य वदति न द्वात्रिंशत् इति साधुरूपं द्वित्रिंशत् इति असाधु। अत्र आचार्य उत्तरं ददाति द्वात्रिंशत् साधु अस्ति द्वित्रिंशत् साधु नास्ति। समीचीनं सर्वे अवगच्छन्ति खलु। द्विचत्वारिंशत् इत्युक्ते तत्र 42 इति नम्बर् अस्ति। तत्र भवति द्विचत्वारिंशत् अपि च द्वाचत्वारिंशत् उभयथा साधु अस्ति। परन्तु द्वात्रिंशत् यदि वदामः चेत् अथवा द्वित्रिंशत् इति वदामः चेत् इति प्रश्नः अस्ति शिष्यस्य द्वात्रिंशत् वा द्वित्रिंशत् वा। तर्हि द्वात्रिंशत् वदामः चेत् 32 इति नम्बर् अस्ति खलु। तत्र आचार्यः वदति तत्र द्वित्रिंशत् इति यदा वदामः चेत् तत्तु असाधु एव, केवलं साधु भवति द्वात्रिंशत् एव। तदेव अस्ति अस्य पाठस्य महत्त्वम्। इत्युक्ते किं भवति कुत्र, यदि पदस्य आरम्भे द्व इति अस्ति चेत् कीदृशः भवति संख्यानिर्माणस्थले इति किं भवति, तस्य पाठः अद्यतनविषयः अस्ति। सर्वे अवगच्छन्ति खलु अथवा प्रश्नः एतावत्पर्यन्तम्। अत्र द्वा अथवा द्वि, परन्तु संख्या एकं द्वे द्वे द्वे एकं द्वे त्रीणि चतुर् चत्वारि, तत्र द्वे नास्ति द्वित्रिंशत्। तत्र अग्रे किमपि नास्ति खलु महोदय, अग्रे किमपि नास्ति। अग्रे इत्युक्ते एतत् सर्वं संख्या भवान् यत् उक्तवान् तत् दशन्यून अस्ति। इदानीं भवति विषयः दशसङ्ख्या एवं तस्य अग्रे एकादश द्वादश एतादृशं तस्मिन् विषये अस्ति। द्वादश इति भवति खलु, द्विदश इति नास्ति, द्वादश भवति तस्मिन् विषये अस्ति सन्दर्भः। अस्तु तर्हि एतावत्पर्यन्तं स्पष्टं भवति अस्ति तत्र प्रश्नः। अग्रे तत्र उदयकुमार् महोदय। शिष्यः का व्यवस्था अत्र, प्रश्नः अस्ति एकत्र द्वात्रिंशत् द्विचत्वारिंशत् द्वाचत्वारिंशत् तत्र द्वि द्वा इति उभय रूपमपि साधु, परन्तु अन्यत्र यत् द्वात्रिंशत् द्वित्रिंशत् इति तत्र द्वाद्वि इति रूपद्वयं नास्ति। किमर्थं व्यवस्था किमर्थं तथा भिन्नम् अस्ति, व्यवस्था अत्र किम् इति प्रश्नः। आचार्यः वदति द्विशब्दस्य अष्टं शब्दस्य च सङ्ख्यावाचके उत्तरपदे परे आत् विहितः कश्चन सङ्ख्यायाम बहुव्रीह्याशीत्योः इति सूत्रेण एतत् आत्वं बहुव्रीह समासे अशीति शब्दे परे च न भवति. अत्र आचार्य सूत्रस्य एकं सूत्रस्य उल्लेखं करोति. तस्य पूर्वे द्विशब्दस्य अस्तन्शब्दस्य च संख्यावाचके उत्तरपरे आत् विहितः. पूर्णतया अर्थं न जानामि. नास्ति नास्ति चिन्ता. महोदय, अष्टन् इत्युक्ते अष्ट अष्ट इति पदस्य प्रातिपदिकं वा? हा हा, पदमस्ति अष्टन् महोदय. इत्युक्ते यदि पदं भवति यदि पदं भवति अष्टाशीतिः इति भवति चेत् तर्हि पदं किं भवति? अष्टन् अधिकम् अशीतिः, खलु? अष्टाशीतिः इति भवति. तर्हि कुत्रापि तत्र अष्टन् भवति चेत् अथवा यदि पदमस्ति अष्टन् अधिकं दश, वयं जानीमः तत्र भवति अष्टादश इति पदं पदं जानीमः अष्टादश. तर्हि पदमस्ति अष्टन् इति अस्ति तत्र, नकारान्तपदमस्ति, तत्र नकारस्य लोपः भवति कानिचन अन्यत् सूत्रेण. तर्हि अत्र केवलम् एकं महात्म्यम् अत्र अस्ति. अस्माकं पूर्णतया तत्र पश्यामः चेत् भाषापाकः प्रथमभागः एवं द्वितीयभागः एव भाषासन्दर्भे अस्ति, परन्तु एतत् सर्वं पाणिनि अष्टाध्यायीसूत्रस्य मार्गदर्शनं करोति. अग्रे गत्वा अष्टाध्यायीः इत्युक्ते तत्र छात्राः यदा अष्टाध्यायी पठन्ति तत्र भयं न भवेत् इति कृत्वा प्रत्येक अध्याये अष्टाध्यायीसूत्रम् इति किञ्चित् मार्गदर्शनं रीत्या कृत्वा तत्र दीयते. तर्हि अत्र किम् अस्ति, अष्टाध्यायीमध्ये संख्यानिर्माणकृते सूत्रत्रयमस्ति, खलु? अध्यायसङ्ख्या अस्ति षड्, पादमस्ति तृतीय, अष्टम षष्ठ अध्याय तृतीयपादं तृतीयपाद पादम् एवं तत्र अष्टचत्वारिंशत् अस्ति सूत्रसङ्ख्या. तर्हि अष्टचत्वारिंशत् नवचत्वारिंशत् क्षम्यतां सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् सूत्रत्रयमस्ति साक्षात् अग्रे इति कृत्वा सङ्ख्याविषये. तद्भवति अद्यतनविषयः. एतत् सर्वम् अष्टाध्यायी पुस्तके अस्ति सूत्राणि. किञ्चित् किञ्चित् कृत्वा पठामः अद्य. तर्हि यथा उदयकुमार महोदयेन पठितम्, अत्र आचार्यः किं वदति, यदि पदमस्ति द्वि अथवा पदमस्ति अष्टन् द्विशब्दस्य अथवा अष्टन् शब्दस्य यदा संख्या वाचकपदे तस्य निर्माणं भवति, यदि उत्तरपदे परे आत् विहितः भवति कुत्र, यदि भवति अशीति तत् भवति विहितः, नो चेत् आकारः भवति. तत्र बहु तत्र शनैः शनैः किञ्चित् एतत् पश्यामः सूत्रस्य अर्थं किं, पुनः अन्येक अत्र सूत्रस्य किञ्चित् भग्नं कृत्वा पश्यामः. अत्र सूत्रं पुनः पश्यतु, द्वश्चनः इति द्वश्चनः इति लिखितमस्ति पदं, प्रथमपदं. तत् किं? द्वि अधिकम् अष्टनः. तत्र कीदृशसन्धिः अस्ति? यण्, खलु? इकाराधिक अकारः यकारादेशः, इको यणचि इति कृत्वा भवति तत्र. पदमस्ति द्वश्चनः, तर्हि द्वि अष्टनः इति कृत्वा भवति द्वष्टनः द्वि अधिकम् अष्टनः इति प्रथमभागमस्ति सूत्रस्य. इदानीं द्वितीयभागं पश्यामः. किञ्चित् बहु पदानि सन्ति तत्र. इदानीं पश्यामः किं किम् अस्ति. तत्र भागत्रयमस्ति. द्वितीयं यत् अस्ति ज्वष्टनः संख्यायां बहुव्रीहि असित्योः इति अस्ति. तर्हि भागत्रयमस्ति द्वितीयभागे. पुनः प्रथमः अस्ति संख्यायां, द्वितीयमस्ति संख्यायां. पश्यतु पुनः मकारे हलन्त् अस्ति परन्तु सूत्रे हलन्त् नास्ति इति कृत्वा संख्यायाम् अबहुव्रीहिः, अबहुव्रीहिः, बहुव्रीहिः नास्ति, अबहुव्रीहिः इत्युक्ते बहुव्रीहिस्थले न भवति इति तस्य अर्थम्. संख्यायाम् अबहुव्रीहिः एवम् असित्योः इत्युक्ते बहुव्रीहिस्थले एतादृशं न भवति, एवम् अशीतिस्थले अपि एतादृशम्, अशीतिः यत्र दृश्यते तत्रापि एतादृशम् अकारादेशः न भवति इति वदति. इदानीं तत्र भागं स्पष्टं. पूर्ण सूत्रे पञ्चशब्दानि सन्ति. इदानीं पश्यामः चेत् द्वि अष्टनः द्वष्टनः, तदनन्तरं संख्यायाम् अबहुव्रीहिः एवम् असित्योः इति सन्ति पदं तत्र. इदानीं पश्यामः चेत् तत्र अनुवृत्तिसहितसूत्रम् इत्युक्ते एतत् लिखितमस्ति द्वि अधिकम् अष्टनः द्वष्टनः. अत्र षष्ठी एकवचनमस्ति, संख्यायाम् इति सप्तमी अस्ति एकवचने. एवम् अबहुव्रीहिः असित्योः, त्योः इति कृत्वा षष्ठीसप्तमी भवेत् परन्तु अत्र सप्तमी द्विवचनम् अस्ति इति. द्विवचनम् इत्युक्ते अबहुव्रीहिः अपि अस्ति, असीतिः अपि अस्ति इति कृत्वा अबहुव्रीहिः असित्योः इति अस्ति. तर्हि सूत्रस्य अर्थमस्ति यदि पदमस्ति द्विशब्दस्य एवम् अष्टंशब्दस्य संख्याशब्दे परे आकारादेशः भवति, आकार आदेशः भवति. यदि पदमस्ति द्वि एवम् अष्टंशब्दस्य च संख्याशब्दे परे, अन्यत् किमपि अस्ति चेत् अग्रे, अन्यत् किम् अस्ति इदानीं पश्यामः, चिन्ता नास्ति, इति परे आकारादेशः भवति इति एकस्य भागस्य अर्थमस्ति. द्वितीयभागस्य अर्थमस्ति यदि अशीतिः शब्दस्य, अशीतिः शब्दमस्ति एवं बहुव्रीहिसमासे समासः अस्ति चेत् एतादृश आकारादेशः न भवति. तर्हि अत्र किं भवति एवं किं न भवति उभयत्र सङ्केतः अस्ति अस्मिन् सूत्रे. यदि पुनः पठामः आचार्यः किं वदति तत्र स्पष्टं भवेत्. पुनः यदि पठामः द्विशब्दस्य अष्टंशब्दस्य च संख्यावाचक उत्तरपरे आत् इत्युक्ते आकारादेशः विहितः भवति इति प्रथमभागः द्वष्टनः इति सूत्रेण. परन्तु एतत् आत्वम्, एतत् आकारः बहुव्रीहिसमासः अथवा अशीतिशब्दे परे न भवति. विहितसूत्रम् एवं तस्य सूत्रप्रयोगम् उभयम् अत्र अस्मिन् सूत्रे दीयते. तर्हि उदाहरणं पश्यामः चेत् एतत् सर्वं तत्र सुलभं भवेत्. यदि पश्यामः इदानीं केवलं द्विविषये पश्यामः एवम् अष्टंविषये पश्यामः चेत् तर्हि उदयकुमार् महोदय एतादृशं भवति द्वि अधिकं दश, एतादृशं भवति अत्र. तर्हि पदमस्ति द्वि, उत्तरपदे अन्यत् संख्यावाचकः अस्ति, अत्र दश, द्वि अधिकं दश. तर्हि द्विपदस्य, हा, ईकारः गच्छति आकारः आगच्छति इति कृत्वा द्वि अधिकं दश भवति द्वा अधिकं दश एवं पदं भवति द्वादश तादृशेन एव यदि पदं भवति द्वि अधिकविंशतिः किम् किमस्ति महोदय प्रश्नः अस्ति वा अहं वदामि अस्तु तर्हि द्वि अधिकं विंशतिः इति अस्ति अन्यत् द्वि प्रथमपदम् अस्ति अन्यत् संख्यावाचकः अस्ति विंशतिः द्वि अधिकविंशतिः तर्हि द्विस्थाने द्वा भवति द्वा अधिकविंशतिः भवति द्वाविंशतिः तादृशेन द्वि अधिकं त्रिंशत् एतादृशं भवति चेत् द्विस्थाने द्वा द्वा अधिकं त्रिंशत् द्वात्रिंशत् एतादृशं भवति तर्हि एतद् भवति द्विशब्दस्य इदानीम् अष्टन् शब्दस्य किं भवति अष्टन् अधिकं दश तर्हि नकारः अपगच्छति तस्मिन् स्थाने आकारादेशः भवति इति कृत्वा अष्ट अधिकं दश रूपं भवति अष्टादश तदाधारेण अष्टन् अधिकं विंशतिः तर्हि नकारः गच्छति नकारस्थाने आकारः अष्ट अधिकं विंशतिः अष्टाविंशतिः एवम् अष्टन् अधिकं त्रिंशत् तथा तदाधारेण एव भवति अष्ट अधिकं त्रिंशत् इति अष्टात्रिंशत् इति रूपाणि भवति एतत् भवति किं भवति किं न भवति तत् अग्रे किञ्चित् पश्यामः इदानीं सूत्रं स्पष्टं वा स्वकुल प्रश्नः अस्ति परन्तु द्विचत्वारिंशत् द्वा तत्र द्वाचत्वारिंशत् अपि समीचीनं द्विचत्वारिंशत् अपि समीचीनं समीचीनं हा तत्र अन्यत् सूत्रम् आगच्छति महोदय ओके अन्यवस्था अन्यत् हा तर्हि शिष्यस्य पुनः यदि पूर्वतनपुटे पश्यति चेत् शिष्यस्य प्रथम एव प्रश्नः तदेव अस्ति यथा भवतः प्रश्नः इदानीं शिष्यः पृच्छति श्रीमन् द्विचत्वारिंशत् इति साधु उत द्वाचत्वारिंशत् इति साधु आचार्यः भवति उभयता अपि साधुता अस्ति ईकारः अपि आकारः अपि परन्तु त्रिंशत् एवं तस्य न्यूनसङ्ख्यायाम् एतादृशं न भवति तस्य अग्रे अन्यत् सूत्रं भवति किं भवति अग्रे पश्यामः एतत् सूत्रम् एतत् पाणिनिसूत्रम् इदानीमेव द्वस्तनः सङ्ख्यायाम् अबहुव्रीहिः असित्योः इति सूत्रेण केवलं तत्र चत्वारिंशत् न्यूनसङ्ख्यायां यत् अस्ति तदेव विषये उल्लेखः अस्ति इदानीं तस्य अग्रे किं भवति इदानीमेव पठामः तस्य अग्रे किं भवति एतत् सूत्रं सर्वत्र कार्यं न करोति चत्वारिंशत् फोर्टि तस्य न्यून बिलो इति एव कार्यं करोति अस्तु अग्रे अग्रे इदानीं पठामः अस्तु तर्हि इदानीं सरलमेव अस्ति तर्हि विजया भगिनी पठति वा अग्रे किमस्ति शिष्यः तदा च अस्ति शिष्यः वदति तदा च द्विशब्दस्य अष्टशब्दस्य च सर्वत्र आत्वं प्राप्तं द्वादश द्वाविंशति द्वात्रिंशत् इत्यादीनि उदाहरणानि एवम् एव अष्टादश अष्टाविंशतिः अष्टात्रिंशत् इत्यादीनि अपि शिष्य प्रश्नं पृच्छति द्विशब्दस्य सर्वत्र आत्वं प्राप्तम् आत्वम् आत्वम् इत्युक्ते आकारः प्राप्तम् त्वं त्वम् इत्युक्ते कुत्रापि गुणः भवति चेत् त्वम् इति वदामः अकारः षड्वादश द्वां विंशति द्वां त्रिशतम् इति उदाहरणानि अष्टादश अष्टाविंशति अष्टात्रिंशति इत्यादि अपि प्रश्नं पृच्छति आचार्य वदति ततपर्यन्तम् अपि एषा व्यवस्था प्राक्शतात् वक्तव्यम् इति वार्षिकं त्रिशब्दस्य त्रयश इत्यादेशः अपि विहितः त्रेत्रयः इति सूत्रेण आचार्य चिन्ता नास्ति चिन्ता आचार्यः वदति शतपर्यन्तम् एषा व्यवस्था अस्ति एषा व्यवस्था इत्युक्ते कोऽपि प्रश्नः अस्ति वा प्रथमं किं द्वयस्तन तत्र अत्वं न त्रिस् भवति इति इदानीं वदति शतपर्यन्तम् अस्ति एषा व्यवस्था इत्युक्ते तत्र उदयकुमारमहोदयस्य अपि प्रश्नः आसीत् खलु इत्युक्ते द्वि इति इत्यस्य द्वा शतपर्यन्तं भवति ता इदानीं चिन्ता नास्ति इत्युक्ते द्वि अधिकं चत्वारिंशत् द्वाचत्वारिंशत् द्वि अधिकं पञ्चाशत् द्वापञ्चाशत् एतादृशं भवेदेव चिन्ता नास्ति खलु इति शतपर्यन्तं भवति इदानीम् इति वदति शतपर्यन्तमपि एषा व्यवस्था तत्र प्राक् शतात् वक्तव्यम् इति वार्तिकं प्राक् शतात् इत्युक्ते शतशब्दस्य अग्रे एतादृशव्यवस्था नास्ति इति वदति प्राक् शतात् अग्रे यत् भवति तत्र तु द्वि एव भवति एव तत्र आकारः न भवति प्राक् शतात् प्राक् शत प्राक् इत्युक्ते पूर्वे शत इत्युक्ते हण्ड्रेड् इति अस्ति खलु शतं पूर्वे बिलो हण्ड्रेड् इति वदति प्राक् शतात् वक्तव्यम् एतादृशं सूत्रस्य उल्लेखः अस्ति प्राक् शतात् तर्हि इदानीं पदं दृष्टं द्वि एवम् अष्टं खलु एतादृशं दृष्टवन्तः इदानीम् आगच्छति किं वा हा इति प्राक् इति वक्तव्यमस्ति इति वार्तिकम् इत्युक्ते इति अवगच्छतु एतादृशमस्ति इति कृत्वा वदति वार्तिकम् इत्युक्ते एतादृशं भवेत् इति चिन्तयतु प्राक् शतात् वक्तव्यम् इति वार्तिकम् इति वदति प्राक् शतात् इति भवति तर्हि आचार्यो वदति अग्रे एतावत्पर्यन्तम् एकविषयः आसीत् द्वा एवम् अष्टम् इदानीं भवति त्रिशब्दस्य इदानीं पुनः यदि शीर्षकं पश्यन्ति चेत् शीर्षकम् अत्र अद्यतनपाठस्य शीर्षकं भवति त्रेः त्रयः इत्युक्ते पदमस्ति यदि त्रि तत्र त्रयः इति भवति इदानीं अन्यत् सूत्रं पश्यतु साक्षात् अग्रे षष्ठ अध्यायः तृतीयपादम् अष्टचत्वारिंशत् अस्ति तत्र अत्र अष्टाचत्वारिंशत् इति भवति तत्र आकारः भवति अपि न भवति अपि तदपि समीचीनम् अत्र साक्षात् अग्रिमसूत्रः तस्य नाममस्ति तत्र त्रेस्त्रयः इति अन्यत् सूत्रम् एतद् विषयः पूर्णतया नूतनविषयः एव इदानीं तर्हि त्रेस्त्रयः इत्युक्ते किं भवति इदानीम् अग्रे पठामः अस्तु तर्हि देवकान्तमहोदय करोतु कृपया आम् शतपर्यन्तम् अपि एषा व्यवस्था तत् अभवत् अग्रे तत् अभवत् तदा च त्रयोदश त्रयोविंशतिः त्रयस्त्रिंशत् इत्यादीनि उदाहरणानि द्विचत्वा क्षम्यता द्विचत्वारिंशदादिषु विकल्पः केन सूत्रेण विहितः इति शिष्यस्य प्रश्नः अस्ति. आचार्य वदति विभाषा चत्वारिंशत् प्रभृतौ सर्वेषाम् इति सूत्रेण, तस्मात् चत्वारिंशतः अनन्तरं द्वि अष्टनोः आत्वं भवति, त्रिशब्दादयः त्रयम् इत्यादेशश्च विकल्पेन. शिष्य वदति तदाधारेण त्रयोदश त्रयोविंशतिः त्रयस्त्रिंशत् इत्यादीनि सः कानिचन उदाहरणानि कृतवान्. किन्तु तस्य मनसि चिन्ता आगच्छति चत्वारिंशत् आदिषु विकल्पे विकल्पः केन सूत्रेण विहितः. पूर्व आचार्य वदति द्विचत्वारिंशत् प्राक् विकल्पेन भवति, आत्वं भवति वा न विकल्पेन आत्वं भवति इति, परन्तु तत्र स्थिति व्यवस्था का इति तस्य प्रश्नः. अस्तु अस्तु, अत्र सूत्रद्वयमस्ति खलु, एकमेकं कृत्वा पश्यामः. प्रथममस्ति अष्टचत्वारिंशत् यत् अस्ति तत् सूत्रमस्ति त्रयस्त्रयः इत्युक्ते तत्र किं भवति, तत्र भवति त्रेः त्रयः इति पदद्वयमस्ति, तेः त्रयः. त्रेः त्रयः इत्युक्ते किम्? अनुवृत्तिसहितसूत्रं यदि पश्यामः, त्रिशब्दस्य यदि संख्या शब्दे एवं तस्मिन् तस्य अग्रे परे अन्यत् किमपि अस्ति चेत् तत्र त्रयस् इति आदेशः भवति. परन्तु अशीतिः अस्ति चेत् अथवा बहुभिः समासः अस्ति चेत् एतादृशं न भवति. तर्हि त्रिशब्दस्य संख्याशब्दे परे त्रयस् आदेशः भवति इत्युक्ते किम्? उदाहरणानि इदानीं पश्यामः चेत् किं भवति? त्रि अधिकं दश त्रयोदश किं भवति? हा, त्रि अधिकं दश भवति. हा, इत्युक्ते अग्रिमसाक्षात् अग्रिमसोपानं भवति त्रि अधिकं दश इत्युक्ते ओकारादेशः भवति इति कृत्वा भवति. तत्र त्रयः इति भवति, तत्र त्रीः इत्युक्ते तत्र स्थाने त्रयः त्रयस् इति कृत्वा त्रयोदशः इति भवति. तदाधारेण त्रि अधिकं विंशतिः इत्युक्ते त्रयस् एवं अधिकं विंशतिः त्रयोविंशतिः. त्रि अधिकं त्रिंशत् इत्युक्ते त्रयस् अधिकं त्रिंशत् इत्युक्ते त्रयः अधिकं त्रिंशत् इति कृत्वा त्रयस्त्रिंशत् इति भवति. इति एतादृशेन भवति. यदि अन्यत् शीर्षके आसीत् खलु त्रेः त्रयः इति च, त्रेः त्रयः इति च इत्युक्ते यदि त्रि अस्ति चेत् तस्य षष्ठी तत्र एवं दत्तं शीर्षके इति त्रयः इति भवति. तर्हि एतत् एकमेव सूत्रमस्ति इदानीं त्रयस्त्रयः इति सूत्रस्य अर्थं किम्? तर्हि शिष्यं किं पृच्छति द्विचत्वारिं शब्दात् द्विचत्वारिं षट् आदिषु विकल्पः केन सूत्रेण विहितः. इदानीं भवान् उक्तवान् आरभ्य पुनः पश्यति द्विचत्वारिंशत् वा द्वाचत्वारिंशत् वा, आचार्यः उक्तवान् उभयता साधुता अस्ति, परन्तु तथा न भवति. द्वाचत्वारिंशत् वा द्विचत्वारिंशत् सः वदति द्विचत्वारिंशत् कदापि न भवति, तत्तु असाधु अस्ति, केवलं द्वाचत्वारिंशत् अस्ति। तर्हि शिष्यस्य प्रश्नः अस्ति, तर्हि चत्वारिंशत् यत् अस्ति ततः अनन्तरं कीदृशव्यवस्था अस्ति भोः, एवं केन सूत्रेण पाणिनि अष्टाध्यायी मध्ये मध्ये तस्य उल्लेखः अस्ति किञ्चित् वदतु। तद्भवति नवचत्वारिंशत् इति सूत्रसङ्ख्या अस्ति, साक्षात् अग्रे एव अस्ति, तत्र तस्मिन् सूत्रे उल्लेखः अस्ति। तत् सूत्रं किं वदति इदानीं पश्यामः चेत्, तद्भवति विभाषा चत्वारिंशत् प्रभृतौ सर्वेषाम् इति भवति। तर्हि एतत् सूत्रं किं वदति इत्युक्ते, वदति यदि चत्वारिंशत् अनन्तरं यदि द्वि अस्ति अथवा अष्टन् अस्ति, तत्र आत्वम् एवं त्रिशब्दस्य अपि त्रयस् एतादृशव्यवस्था भवति विकल्पेन भवति, एतादृशव्यवस्था विकल्पेन भवति। विकल्पेन इत्युक्ते उदाहरणम् इदानीं नयामः चेत् किं भवति, द्विचत्वारिंशत् अपि साधु, द्वाचत्वारिंशत् अपि साधु, द्वाचत्वारिंशत् विकल्पेन भवति इति विकल्पेन। तर्हि तृतीयसूत्रं विभाषा वदति इत्युक्ते चत्वारिंशत् एवं तस्य अग्रे किं भवति इति वदति, द्वि एवम् अष्टन् तस्य आत्वं विकल्पेन भवति, एवं त्रिशब्दस्य त्रयस् अपि आदेशः विकल्पेन भवति इति। अग्रे कानिचन उदाहरणानि अस्ति, इदानीं पठामः चेत् तत्र सुलभं भवेत्। तर्हि अश्लेष महोदय कृपया पठतु, तत्र अत्र सारांशः दीयते अस्य अध्यायस्यापि। आम्, शिष्य तदा च रूपाणि द्विचत्वारिंशत् द्वाचत्वारिंशत् द्विपञ्चाशत् द्वापञ्चाशत् द्विषष्टिः द्वाषष्टिः द्विसप्ततिः द्वासप्ततिः द्विनवतिः द्वानवतिः। आम्, द्वयोः रूपाणि साधु भवति, यदि द्वि अस्ति चेत् अष्टन् अस्ति चेत् अपि अष्टचत्वारिंशत् अष्टाचत्वारिंशत् अष्टपञ्चाशत् अष्टापञ्चाशत् अष्टषष्टिः अष्टाषष्टिः अष्टसप्ततिः अष्टासप्ततिः अष्टनवतिः अष्टानवतिः। प्रायशः तु अष्टचत्वारिंशत् इति प्रयोगः दृश्यते इति मन्ये। विकल्पेन यत् लिखितमस्ति तस्य प्रयोगः न बहुत्र न दृश्यते, पुस्तके अपि नास्ति तादृशेन, परन्तु भवेत् यदि वदामः चेत् भवेत्। अस्तु, अन्यत् किमपि अस्ति अत्र कानिचन न दत्तमस्ति, केवलं यदि लिखितुम् इच्छन्ति चेत् लिखितुं शक्नुवन्ति। तत्र यत्र अत्र भागद्वयमस्ति खलु, एकमस्ति द्वि एकम् एवम् अन्यत् अस्ति अष्टन्, तर्हि यदा द्वि इति लिखितमस्ति द्विनवतिः द्वानवतिः, तत्र एव केवलं लिखामः तस्य अधोभागे लिखामः द्विशतम् इति एकमेव, द्वाशतम् इति न भवति, केवलं द्विशतं खलु। एकादश दश शतं यत् अस्ति तस्य अग्रे एतादृशं न भवति खलु, यथा तत्र इदानीमेव पठितं खलु, प्राक् शतात् इति वक्तव्यम्, एतादृशसूत्रं सर्वम् अस्ति, प्राक् शतात् इत्युक्ते द्विशतं, द्विसहस्रं, द्विलक्षम् एतादृशं वदामः इति। एवं यत्र अष्टन् अस्ति तत्र तस्य अधोभागे अपि लिखितुं शक्नुमः अष्टशतं, न तु अष्टाशतम्, अष्टशतम्, अष्टसहस्रम्, अष्टलक्षम् एतादृशं भवति। एवं पुस्तके त्रि इति तस्य उदाहरणानि न दत्तमस्ति, परन्तु वक्तुमपि शक्नुमः खलु. इत्युक्ते त्रिचत्वारिंशत् अथवा त्रयश्चत्वारिंशत्, उभयथा अपि साधु. त्रिपञ्चाशत्, त्रयः पञ्चाशत्. त्रिषष्टिः, त्रयश्चष्टिः. त्रिसप्ततिः, त्रयस्सप्ततिः. त्रिनवतिः, त्रयोनवतिः. परन्तु तस्य अग्रे केवलं त्रि, त्रयस् इति नास्ति. त्रिशतं, त्रिसहस्रं, त्रिलक्षम् एतादृशं भवति. यत् एतत् सर्वं पुस्तके न दत्तमस्ति, परन्तु लिखितुं शक्नुमः. परन्तु द्विशतम् इत्युक्ते शतं द्विवारं. त्रिशतम् इत्युक्ते किं भवति? पूर्वे पठितवन्तः द्विशतम् अस्ति चेत् शतमधिकं द्वे इति नास्ति. शतमधिक त्रि इति संख्या त्रीणि. द्विशतं. तस्मिन् विषये अपि अद्यतनविषयः इदानीम् अस्ति. कुत्रापि यदि तत्र आधिक्यं भवति, एडिशन् भवति, द्व्यधिकशतम् इति वदामः खलु. द्विशतं वदामः चेत् तत्र किञ्चित् भ्रमः भवेत् इति. 102, 200 तस्मिन् विषये पठितवन्तः, भाषासम्बन्धे कथं वदामः इति उक्त्वा. अस्तु, अस्ति एव. अत्र केवलं व्याकरणव्यवस्था अस्ति. द्विचत्वारिशत् इस् साधु, द्वाचत्वारिशत् इस् असाधु. आमाम्, साधु, साधु एव. उभयत्र साधु, उभयत्र साधु. द्विचत्वारिंशत् भवति, द्वाचत्वारिंशत् विकल्पेन भवति. इत्युक्ते साधु आल्टर्नेटिव्लि विकल्पेन इति भवति. प्रश्नमस्ति. हा, वदतु. अत्र शिष्य वदति त्रयोदश, त्रयोविंशति, त्रयस्त्रिंशत्. तत्र त्रयोस्त्रिंशत् नास्ति. पूर्वेण त्रयोदश, त्रयो, त्रयोविंशति, त्रयो. परन्तु त्रयो, त्रय त्रिंशत् अस्ति, अथवा तु त्रयो त्रिंशत् अस्ति. तर्हि भवान् वदतु. एतत् सर्वं वयं पठितवन्तः. विसर्गसन्धिविषयः अस्ति, अन्यत् किमपि नास्ति. विसर्गसन्धिविषये एतत् शब्द, एतत् अस्ति विषयः, सन्धिविषयः अस्ति. कुत्र विसर्गस्थाने ओकारादेशः भवति, कुत्र सकारादेशः भवति, एतत् सर्वं विसर्गसन्धिविषयः. अस्तु, समीचीनं. तत्र महाबलेश्वरभट्ट पञ्चसूत्राणि पठितवन्तः, तस्मिन् तस्य सन्दर्भे अस्ति अत्र विसर्गसन्धिविषयः. अस्तु, अग्रे सरामः. संख्याविषयः एव अस्ति अग्रिमाध्यायः अपि. अस्तु, तर्हि आशीष् महोदय, भवान् एव आरम्भं करोतु कृपया. आम्. एकोनविंशत्यादयः शिष्य गतमासे भवता द्वि अष्टन् शब्दयोः आत्मविषये उक्तमासीत्. चत्वारिंशत् पर्यन्तम् आत्मं नित्यं, तत ऊर्ध्वं विकल्पेन इति. त्रयस् इत्यादेशविषये अपि एवमेव इति भवति इति भवता बोधितमासीत्. एवं संख्यायां रूपविकल्पः अन्यत्र कुत्र भवति? तर्हि शिष्य वदति, पूर्व गतमासे किम् अभवत् तस्य सारः वदति. द्वि अष्टनशब्दः आकारः कुत्र अस्ति? तत्र यदि संख्या चत्वारिंशत् पर्यन्तं भवति चेत् आत्वं नित्यमेव भवति, चत्वारिंशत् अग्रे विकल्पेन भवति, तदपि इति विषये इति एव भवति इति आचार्य उक्तवान्। तर्हि शिष्यस्य प्रश्नम् इदानीम् आसीत् अन्यत्र कुत्र एतत् विकल्पव्यवस्था भवति, तत् कृपया बोधयतु इति। तर्हि आचार्य वदति एकोनविंशत्यादिषु, आं वयम् इति जानीमः तत्र यदि विंशति अस्ति चेत् तस्मात् प्राक् वक्तुं शक्नुमः नवदश अथवा एकोनविंशति इति। अत्र किं भवति इत्युक्ते अत्र संख्यायाम् अन्तिम इति शिष्यस्य अन्तिम वाक्यं यत् पृच्छति, एवं संख्यायां रूपविकल्पः अन्यत्र कुत्र भवति वा इत्युक्ते इदानीमेव दृष्टवन्तः रूपविकल्पं कुत्र भवति, रूपविकल्पं कुत्र भवति इदानीमेव दृष्टवन्तः, द्विसन्दर्भे भवति, अष्टन् सन्दर्भे भवति, त्रिसन्दर्भे भवति इति एतादृशस्थले भवति द्वि अष्टन् त्रय। शिष्यस्य प्रश्नः भवति अन्यत् कुत्र भवति वा एतादृशविकल्पः, विकल्पः इत्युक्ते मार्गद्वयं कुत्र अस्ति वा एतादृशं कृत्वा। आचार्यः एकम् उदाहरणम् अत्र ददाति। अत्र उदाहरणं किं भवति, एकोनविंशतिः इति पदमस्ति, सः वदति एकोनविंशत्यादिषु इति कृत्वा, परन्तु पदमस्ति एकोनविंशतिः इति, तत्रापि एतादृशस्थितिः अस्ति इति वदति, यत्र मार्गद्वयं भवेत्, भवितुम् अर्हति इति वदति, एतावत्पर्यन्तं भवितुम् अर्हति इति वदति। तर्हि किं भवति अत्र अत्र तत् पश्यामः। एतत् पाठः एकोनविंशत्यादयः केवलं तत्र कानिचन उदाहरणानि नीत्वा वदति मार्गद्वयं कुत्र कुत्र अन्यत्र अपि भवति केवलं द्वि अष्टन् एवं त्रि तत्र एव नास्ति, अन्यत्र अपि अस्ति। तर्हि कुत्र एतादृशं भवति स्थितिः, तस्मिन् विषये अस्ति। केवलम् अत्र आरम्भमेव अत्र अभवत् एतावत्पर्यन्तम्, अग्रे अन्यत् शब्दानि तत्र आगच्छन्ति, तत् पठामः। अस्तु, अग्रे सरामः चेत् स्पष्टं भवति। तत्र कुशल महोदय आरम्भं करोतु अग्रे। शिष्य तत्र कानि रूपाणि, आचार्य वदति एकोनविंशतिः, एकान्नविंशतिः, एकादनविंशतिः इति त्रीणि रूपाणि। एकादिश्चेकस्य चादुकः सूत्रम् इति सूत्रेण आदुक् विधीयते, आदुकी एकाद्रविंशतिः इति रूपम् अनुनासिकेकत्वे प्राप्ते एकान्नविंशतिः इति, एकेन न विंशतिः इति तत्र विग्रहवाक्यम्। शिष्य पृच्छति तत्र रूपाणि कः, एकोनविंशत्यादिषु। आचार्य वदति एकोनविंशतिः एकः रूपम्, एकान्नविंशतिः द्वितीयरूपं, तृतीयरूपम् अस्ति एकादनविंशतिः। एकादन अर्थात् एकोनविंशतिः इति त्रीणि रूपाणि। अस्तु, पश्यामः अत्र कीदृशस्थितिः अस्ति, विकल्पस्य मार्गं कति सन्ति इदानीं पश्यामः. तर्हि आचार्यः उक्तवान् इदानीम् एकोनविंशतिः इति आसीत् खलु. एकोनविंशतिः तत्र समासस्थितिः अस्ति खलु. कीदृशसमासः भवति किञ्चित् कोऽपि वदति वा? महोदय वदति तत्र आरम्भे. कुशल महोदय एकेन न विंशतिः विग्रहवाक्यं कीदृशसमासः? बहुभिः बहुभिः नास्ति. बहुभिः कोऽपि पदं प्राधान्यं नास्ति. तर्हि बहुभिः अन्य कोऽपि वदति वा कीदृशस्थितिः अस्ति अत्र? एकोनविंशतिः इति पदमस्ति खलु. तर्हि रूपं भवति एकेन ऊनविंशतिः. एकेन इति कृत्वा तृतीया तत्पुरुषः इति भवति. एकेन ऊनविंशतिः, हा, एकेन ऊनविंशतिः. संख्या अस्ति 19 इति. एकेन ऊनविंशतिः, नवदश इति अस्ति. परन्तु अन्यनाममस्ति, सिनोनिम् इति वक्तुं शक्नुमः. तदेव संख्यायाः अन्यत् नामकरणमस्ति. एकोनविंशतिः, एकेन ऊनविंशतिः अथवा एकेन ऊनाविंशतिः इति तृतीया तत्पुरुषः इति तत्र अस्ति. तर्हि जानीमः एकमस्ति. तर्हि आचार्यः एकमेव उक्तम् आरम्भे, यथा अश्लेषमहोदयेन पठितं. तस्य अग्रे शिष्यः पृच्छति अन्य कानि रूपाणि अस्ति वा तस्य तस्य. तर्हि एकोनविंशतिः इदानीं इदानीमेव दृष्टवन्तः. द्वितीयमस्ति एकान्नविंशतिः, एवं तृतीयमस्ति एकाद्नविंशतिः. एकाद्नविंशतिः, तत्र नकारः दकारः मिलित्वा भवेत्, एकाद्नविंशतिः इति त्रीणि रूपाणि सन्ति तत्र. तर्हि इदानीं पश्यामः चेत् एकान्नविंशतिः तद्विषये इदानीं पश्यामः चेत् यत्र दकारः नास्ति खलु तत् पश्यतु इति तृतीयं यत् अस्ति, द्वितीयम् अत्र दत्तमस्ति एकान्नविंशतिः. एकान्नविंशतिः इत्युक्ते इदानीं वदतु विग्रहवाक्यम्. न एकेन न विंशतिः. एकेन न विंशतिः, एकेन न विंशतिः, ऊन अत्र नास्ति. हा, एकेन न विंशतिः, एकान्नविंशतिः. हा, अत्र ऊन नास्ति, नकारः अस्ति कृत्वा समासः किञ्चित् भिन्नः. अत्र तृतीया एव अस्ति, परन्तु तत्पुरुषः इति न वदामः. अत्र योगविभागः अन्यत् समासः अस्ति. यत्र योगः अस्ति अपि विभागः अस्ति, प्लस् आर् मैनस् उभयत्र अस्ति योगविभागः इति. तृतीया भवति, तृतीया योगविभागः इति समासः इति वक्तुं शक्यते अत्र. एकेन न विंशतिः, एकान्नविंशतिः. 19 एव सूचयति, नवदश एव सूचयति. तर्हि अन्यत् रूपमेव अस्ति एकान्नविंशतिः इति वदनेन तथा दृश्यते. यदि सन्धिविच्छेद् अस्ति चेत् एकात् न विंशतिः इति न भवति वा? तत्र अन्यत् इदानीमेव वदामः तत्र किं भवति. तत्र दकारः कुत्र आगच्छति तदपि पश्यामः. तत्र अग्रे भवति तत्र एकाद्नविंशतिः इति वदति इति भवति चेत् तर्हि किं भवति तत्र? तर्हि अत्र इति तृतीयं रूपम् एकादनविंशतिः यत् अस्ति इति तत्र अन्यत् सूत्रेण अत्र भवति किमपि इत्युक्ते एकाद् एवं न विंशतिः इति तत्र अस्ति. अत्र एकशब्दस्य एवम् आदुक् इति तत्र आगच्छति. तत्र आदुक् इति पदम् आगच्छति. एक न विंशतिः इति कृत्वा इदानीम् एक इति न करोतु, एकाद् इति करोतु. पदं भवति आदुक् इति, तस्य आगमः भवति. एवं विकल्पेन तत्र ककारः अत्र गच्छति, एकाद् इति अन्ततो गत्वा तिष्ठति एव. एकाद् एवम् अधिकं न अधिकं विंशतिः, एकाद् अधिकं न अधिकं विंशतिः भवति एकाद्नविंशतिः इति अन्यत् रूपम्. परन्तु तदा तथा एव भवति अर्थमेव, तथा एव भवति, अन्यत् किमपि नास्ति. तर्हि अनुनासिकः विकल्पेन भवति अत्र. एकत्र अनुनासिकः नास्ति, अन्यत्र अनुनासिकः अस्ति. उभयमपि समीचीनमेव, परन्तु रूपं तथा अस्ति. एकाद् न विंशतिः, एकाद्नविंशतिः अथवा एकान्नविंशतिः. समासरूपेण पश्यामः चेत् एकेन न विंशतिः इति भवति रूपम्. परन्तु अर्थं तु समानमेव. संख्या एकमेव सूचयति रूपत्रयम्, एकोनविंशतिः, एकाद्नविंशतिः, एकान्नविंशतिः. एकमेव अर्थं सूचयन्ति. प्रश्नः अस्ति महोदय, एकेन न विंशतिः. वयं जानीमः एकेन ऊनविंशतिः अस्ति चेत् नवदश इति समीचीनं, तत्र ऊनम् अस्ति. परन्तु एकेन न विंशतिः, एकम् अधिकमपि भवितुमर्हति. विंशति अधिकम् एकम् अथवा विंशति न्यूनम् एकम् अपि भवितुम् अर्हति खलु? समीचीनमस्ति प्रश्नः. परन्तु यत्र नञ् प्रभृतयः यदा भवति, कुत्रापि समासेन नञ् प्रभृतयः इति पठितवन्तः. नञ् प्रभृतः यत्र भवति चेत् तत्र नकारः स्थाने प्रायशः दिशा ऊन एव सूचयति, तत्र अधिकम् इति न सूचयन्ति इति कृत्वा एतादृशम्. इत्युक्ते भाषावर्गे किं भवति इत्युक्ते भाषां कथम् आसीत् एतत् सर्वं दृष्ट्वा पाणिन्यास्ताध्यायसूत्राणि तदाधारेण एव सन्ति. तर्हि अत्र एकेन न विंशतिः, समासः अपि तादृशानि सन्ति इति कृत्वा नञ् प्रभृतयः इति कृत्वा वदन्ति. न्यून एव भवति भोः, अधिकं नास्ति. महोदय क्षम्यता, महोदय, ऐ नीड् टु गेट् आफ् दिस् काल्, इस् हेवी थण्डर् एण्ड् लैट्निङ्ग्. अस्तु अस्तु, नास्ति चिन्ता. क्षम्यता. समीचीनम् अस्तु. अस्तु तर्हि एतादृशमस्ति, तत्र स्थितित्रयमस्ति, एकोनविंशतिः, एकान्नविंशतिः, एकाद्नविंशतिः इति. सर्वं तत्र एकमेव संख्या सूचयन्ति, परन्तु रूपाणि किञ्चित् भिन्नानि सन्ति. एतदेव प्रश्नः आसीत् शिष्यस्य, अन्य कुत्रापि एतादृशविकल्पम् अस्ति वा संख्याविषये किञ्चित् वदतु इति कृत्वा. उदाहरणत्वेन आरम्भे आचार्यः एतादृशं वदति. अस्तु, अग्रे अन्यानि अपि आगच्छन्ति, तत् पठामः. एकान्न विंशति एकेन विंशति विग्रहवाक्य बोत्. हा हा हा, एकाद्नविंशतिः, एकान्नविंशतिः, एकेन न विंशतिः, विग्रहवाक्यं समानमेव. अत्र केवलं रूपद्वयमस्ति, विकल्पेन अनुनासिकः भवति, विकल्पेन अनुनासिकः न भवति. यथा अश्लेषमहोदयस्य प्रश्नः आसीत् दकारस्य नकारः, तत् विकल्पेन यदि कर्तुम् इच्छन्ति चेत् दकारस्याने नकारः, यदि कर्तुं न इच्छन्ति चेत् दकारः नकारः उभयम् एव तिष्ठन्ति. यरो अनुनासिक अनुनासिको वा इति आसीत् अस्माकं सूत्रं विकल्पेन अनुनासिकः तत्र भवति इति कृत्वा तस्य सूत्रेण अनुनासिकसन्धि विकल्पेन कर्तुं शक्यते यदि न कर्तुम् इच्छन्ति चेत् तदपि समीचीनम् अस्ति तत्र एकात् न विंशतिः तत्र पञ्चमी सूचयति वा एकात् न विंशतिः एकात् एकात् तत्र नास्ति एकस्मात् इति अर्थं न न न एकेन एव अस्ति तत्र वदति केवलम् अन्यत् एकसूत्र अस्ति तत्र एकशब्दस्य आदुक् इति भवति इति कृत्वा तस्मिन् एव तत्र अष्टाध्यायी खलु अस्ति तस्मिन् एव अध्याये तस्मिन् एव पादे इत्युक्ते षष्ठ अध्याये तृतीय एव पादे अन्यत् एकसूत्रमस्ति यस्य सूत्रस्य अत्र पुस्तके हा हा दत्तं तु अस्ति एव हा अत्र एव दत्तमस्ति अत्र पश्यतु षष्ठाध्याय तृतीयपादम् अत्र सङ्ख्या अस्ति खलु तत्र अस्माकं त्रिसप्ततिः अस्ति खलु त्रिसप्ततिः सूत्रसङ्ख्या तर्हि तत्र त्रिसप्ततिः अस्ति खलु हा तदेव षष्ठाध्यायः तृतीयपादं त्रिसप्ततिः इति अस्माकं सूत्रे अत्र किं वदति एकादिः च एकस्य च आदुक् इति वदति इत्युक्ते यदि एक अस्ति कुत्रापि तत्र आदुक् अपि वक्तुं शक्नुमः इति आदुक् अपि इति वक्तुं शक्नुमः इति कृत्वा अस्माकम् एकोन यत्र अस्ति नयप्रभृतः इति अत्र अस्ति तर्हि एकशब्दस्य स्थाने इति तत्र किं भवति आदुक् इति आगच्छति एकशब्दस्य च आदुक् शब्दस्य आगमः भवति तत्र आगमः भवति आगमः भवति इत्युक्ते एकाद् इति भवति तस्य रूपम् एतत् सूत्रेण एतत् सूत्रं वदति यदि उत्तरपदे किमपि नयप्रभृतयः अस्ति चेत् नयप्रभृतः प्रकृतिम् अस्ति चेत् तर्हि एकशब्दस्य च आदुक्शब्दस्य च आगमः भवति इति वदति इत्युक्ते एकेन न विंशतिः खलु इति रूपं भवति एकान्न विंशतिः एतादृशम् अथवा एकेन न त्रिंशत् एकान्न त्रिंशत् इत्यपि भवति अथवा एकाद्न त्रिंशत् अपि रूपं भवति अन्य उदाहरणं नयामः चेत् एतादृशमेव स्थितिः योगविभागसमासः अत्र भवति एतत् सूत्रस्य माध्यमं केवलम् एतत् सूत्रस्य अर्थं तदेव अस्ति कुत्रापि न अस्ति चेत् अत्र पश्यतु एकान्नविंशतिः किं वदामः इत्युक्ते एकेन न विंशतिः अस्ति इति खलु सः वदति यदि अग्रे नकारः अस्ति खलु नयप्रभृतयः अस्ति तत्र एकादपि वक्तुं शक्नुमः दकारः अपि आगच्छति तत्र एतत् सूत्रेण तथा वदति स्पष्टं वा महोदय एतदेव प्रश्नः आसीत् अथवा अन्यत् किमपि अस्तु अस्तु अस्तु अत्युत्तमं तर्हि अग्रे सरामः तर्हि विजया भगिनी पठतु कृपया इति वदति नवदश इत्यादि रूपम् अस्ति एव खलु न तस्मात् प्राक् एकोनविंशतिः इत्यत्र शिष्य वदति एकोनविंशति इत्यत्र विदन्द आचार्य वदति आचार्य वदति एकेन ऊना विंशति इति विग्रह पूर्वसदृशः इति सूत्रेण तत्र समासः एकोनविंशति इत्यत्र विग्रह एकेन ऊना विंशति विग्रहवाक्य इति सूत्रेण तत्र समासः तत्र तत्र समीचीनं वयं कृतवन्तः अग्रे एकोनविंशतिः इत्यादिषु आचार्यः यदा उक्तवान् तस्य विग्रहः वयं चर्चितवन्तः अस्माकं कक्षे परन्तु पुस्तके न आगतम् एतावत् पर्यन्तं आचार्यः तदेव वदति एकेन ऊनविंशतिः इति कृत्वा कीदृशसमासः वदतु एकवारं पुनः समीचीनं समीचीनं तृतीयतत्पुरुषः अस्ति अस्तु समीचीनम् एवम् अत्र तत्र वदति पूर्वसदृश इति किञ्चित् वदति तत्र खलु तत् इत्युक्ते किम् एकेन विंशति एकानविंशति न न न पूर्वसदृश इत्युक्ते किं पूर्वसदृश इत्युक्ते अन्यत् सूत्रमस्ति वयं प्रायशः एतत् सूत्रं पठितवन्तः एतत् सूत्रम् अष्टाध्याय्यां मध्ये अस्ति तृतीयतत्पुरुषसमासस्य सूत्रं पूर्वसदृश हा पूर्वसदृश इत्युक्ते किं वदति तत्र यदि अस्ति पदमस्ति पूर्व पदमस्ति सदृश पदमस्ति सम पदमस्ति उनार्थ अथवा कलह निपुण मित्र श्लक्षणः एतादृशं पदानि सन्ति चेत् तत्र तृतीयतत्पुरुषसमासः भवति इति तत्र तत्र सूत्रसङ्ख्या यदि इच्छन्ति पाणिनि अष्टाध्यायमध्ये द्रष्टुं शक्नुवन्ति द्वितीयाध्यायः प्रथमपादः एकत्रिंशत् सूत्रसङ्ख्या 2.1.31 इति सूत्रसङ्ख्या अस्ति पूर्वसदृशसमौनार्थकलहनिपुणः मित्रश्लक्षणैः इति सूत्रमस्ति भागं भागं करिष्यामः चेत् तदेव अस्ति पूर्वसदृशसम उनार्थकलह निपुण मिश्र श्लक्षणः एतादृशं पदानि सन्ति चेत् तत्र तृतीयास्तत्पुरुषसमासः भवति तर्हि अत्र किमस्ति एकेन उन इति अस्ति खलु एकेन उनविंशतिः इति अस्ति उनार्थ इति अस्ति अत्र खलु उनार्थ उन इति अर्थः यत्र यत्र उन इति अर्थः केन उन इति प्रश्नः आगच्छति इति कृत्वा तत्र तृतीयतत्पुरुषः समासः भवति इति अस्ति तर्हि अत्र तत्र महोदयेन पुस्तके लिखितमस्ति पूर्वसदृश केवलम् एवं तस्य अग्रे डाट् डाट् डाट् इति तत्र उक्तवान् खलु तत्र डाट् डाट् इति अस्ति चेत् तत्र एतत् सूत्रम् अस्ति तत्र अष्टाध्यायमध्ये कुत्र तृतीयतत्पुरुषसमासः भवति एतत् वयं तत्र अखिलेश् महोदय तत्र एवं कुशलमहोदय तत्र वयं कानिचन अध्यायाः अत्र एव पठितवन्तः खलु समासविषये सूत्राणि बहवः सूत्राणि प्रत्येकसूत्रं न पठितं परन्तु दीर्घसूत्राणि अष्टाध्यायमध्ये अस्ति केवलम् अत्र अष्टाध्यायमध्ये पश्यामः चेत् एकमेव शब्दमस्ति तत्र एतद् बहुत्र लिखितं नास्ति पूर्वसदृशसमानकलहनिपुणमिश्रलक्षणैः इति लिखितमस्ति बहु भयं दृश्यते तत्र एतद् दृष्ट्वा किमस्ति एतत् बहु दीर्घमस्ति परन्तु तत्र भग्नं करिष्यामः चेत् किमपि नास्ति तत्र एतादृशसन्दर्भः अस्ति चेत् तृतीयतत्पुरुषः भोः इति वदति सूत्रम् अस्तु इदानीम् अग्रे यत् विषयः अस्ति तत् किञ्चित् भिन्नविषयः इत्युक्ते नूतन उदाहरणमस्ति एतावत्पर्यन्तं किं दृष्टवन्तः एकोनविंशतिः इति एवं तस्य अन्यरूपम्। इदानीम् अन्यशब्दं पश्यामः, यत्रापि अन्यरूपाणि सन्ति, तस्मिन् विषये अस्ति। अस्तु अश्लेष महोदय अग्रे कृपया। आम्, शिष्यः वदति नवदश इत्यपि रूपम् अस्ति एव खलु आचार्य। आम्, नवाधिकदश इति, नव च दश च इति वा विग्रह तत्रापि। आम्, नवदशः नवदशरूपम् अस्ति चेत् एकोनविंशति इत्येव तस्य अर्थं, तर्हि तदपि रूपम् अस्ति वयं जानीमः। आचार्य वदति आम् अस्ति एव, नवाधिकदश इति, आम् दश अस्ति तस्मात् नवाधिक, नव च दश च तस्य विग्रहः भवति। तर्हि परन्तु कीदृशसमासः न जानीमः, नव च दश च अस्ति चेत् तत्र समासः न जानामि किं भवति। समाहारद्वन्द्वः, समाहारद्वन्द्वः, आं द्वन्द्वसमासः अस्ति च अस्ति चेत् आं समीचीनम् इति अस्ति। अग्रे अपि अग्रे भवान् पठिष्यति, परन्तु इदानीं तत्र महोदयेन पठितमस्ति। अस्तु, विनोद महोदय अग्रे पठतु कृपया, किम् अस्ति, एतावत्पर्यन्तम् अवगतं वा, इत्युक्ते इदानीं नवदश इत्यपि रूपम् अपि खलु, इत्युक्ते शिष्यः पृच्छति नवदश, नवदश इत्युक्ते किम् अस्ति, संख्या नवदश इत्युक्ते एकोनविंशतिः, तदेव अस्ति खलु, तदेव अस्ति, तर्हि समीचीनं, तर्हि नवाधिकदशः इति वदामः चेत् कीदृशसमासः अस्ति तत्र, विनोद महोदय स्मरति वा? नवाधिक विग्रहवाक्यं नव च दश च, तत् अन्यत् अस्ति, नव च दश च इति अन्यत् समासः अस्ति, नवाधिकदशः अन्यत् समासः अस्ति, न स्मरामि, नास्ति चिन्ता, नवाधिकदश इति अस्ति तत्पुरुषसमासः अस्ति, नवाधिकदशः इति तत्पुरुषः अस्ति, नव च दश च इत्युक्ते अस्ति नव च दश च अनयोः समाहारः इति पूर्ण विग्रहवाक्यमस्ति, नव च दश च अनयोः समाहारः इति भवति समाहारद्वन्द्वसमासः इति अस्ति। द्वन्द्वसमासः, ओके, द्वन्द्वसमासः इति अस्ति। अस्तु, समीचीनं, तर्हि अग्रे पठतु इदानीम् अश्लेष महोदय। आम्, शिष्यः वदति त्रयोदशादिषु विग्रहवाक्यं कथम्। आं, तत्र त्रयोदशादिषु, आम् आं, यदि त्रयोदश अस्ति तादृश एव अन्यदपि अस्ति, तर्हि तस्मिन् तासु तेषु शब्देषु कीदृशसमासः भवति। आचार्य वदति त्रयाधिकदश इति, त्रयश्च दशश्च दश च इति वा विग्रहवाक्यं। तत्र किञ्चित् मुद्रणदोषम् अस्ति, तत् न जानामि, त्रयाधिकदश इति विग्रहे सति तत्पुरुषः। त्रयश्च दश च इति विग्रहवाक्ये सति समाहारद्वन्द्वः। त्रयोविंशतिः इत्यादौ स्त्रीत्वं च लोकात्। तर्हि शिष्यस्य प्रश्नमासीत् त्रयोदशः अस्ति चेत् तत्र विग्रहवाक्यं किम्, अन्यदपि पदानि सन्ति चेत् तत्र अपि कीदृशविग्रहवाक्यम्। आचार्य वदति त्रयाधिकादश एकं विग्रहवाक्यम् इति भवति त्रयाधिकादश, अन्यद् भवति त्रयश्च दश च। तर्हि प्रथमे यदि पश्यामः त्रयाधिकादश इति विग्रहे इति विग्रहे सति सत्तत्पुरुष अत्र सति सप्तमी भवति विग्रहे विग्रहे सति तत्पुरुषः भवति यदा महोदयेनापि उक्तं नवाधिकदश अस्ति चेत् तत्र तत्पुरुषः भवति तदनन्तरं त्रयश्च दश च तत्र विग्रहवाक्ये सति समाहारद्वन्द्वः आं समाहारद्वन्द्वः समासः भवति अत्र द्वयोः द्वयोः बलता अस्ति तत्र द्वयोः प्रधानता अस्ति त्रयोविंशतिः इत्यादौ स्त्रीत्वं च लोकात् आं त्रयोविंशतिः अस्ति चेत् इति अस्ति आदि अपि सन्ति तस्मिन् स्त्रीत्वं च लोकात् तत्र लोकेषु तत्र स्त्रीभावः भवति इति अस्ति त्रयोविंशतिः विंशतिः अस्ति चेत् स्त्रीत्वं भवति तस्य इति अवगतं मया हा लिङ्गं तादृशमस्ति समीचीनमेव तत् तथा एव अस्ति नूतनं किमपि नास्ति तत्र त्रयोदशः इति अस्ति चेत् त्रयोधिकदशः इति भवति एवं त्रयश्च दशश्च अपि भवति परन्तु समासः भिन्नः तथा अपि त्रयोविंशतिः तादृशं त्रयोधिकविंशतिः अथवा त्रयश्च विंशतिश्च इति रूपं समाहारद्वन्द्वः तत्र विंशतिः इति अस्ति कृत्वा तत्र स्त्रीलिङ्गत्वमेव अन्यत् किमपि नास्ति अस्तु समीचीनम् अत्युत्तमम् अस्ति अस्तु अग्रे तत्र उदयकुमार् महोदय अग्रे करोतु शिष्यः वदति सङ्ख्यानाम् अन्तविषये किञ्चित् विवरणम् इष्यते शिष्यस्य आग्रहः अस्ति किञ्चित् सङ्ख्यानां तस्य अन्तविषये किञ्चित् अधिकं विवरणम् इच्छति सः आचार्यः एकशब्दः अकारान्तः द्वित्रिशब्दौ इकारान्तौ चतुःशब्दः रेफान्तः पञ्च इत्येषः नकारान्तः षट् इत्येन शान्तः सप्तास्तनवदशशब्दाः नान्ताः दशान्ताः सर्वे एकादशतः नवदशपर्यन्ताः अपि नान्ताः एव विंशतिः इकारान्तः त्रिंशच्चत्वारिंशच्चत्वारिषत्पञ्चशब्दादयः तकारान्ताः षष्टिः सप्ततिः अशीतिः नवतिः च इकारान्ताः शतशब्दः अकारान्तः सङ्ख्याशब्दानां लिङ्गविषये मया विस्तारेण उक्तमेव पूर्वम् शिष्यस्य प्रश्नः अन्ते अन्त किं किं शब्दाः सङ्ख्या तस्य अन्तं कथं भवति इति प्रश्नः समीचीनं महोदय फुट् नोट् अपि अस्ति पठतु तत् अधुभागे ओके भाषापाकस्य प्रथमे भागे अत्र 70, 71, 72 इत्यादिषु इति प्रथमभागे एव अशीतिः महोदय अशीतिः एकाशीतिः द्वाशीतिः इत्यादि द्वा अथवा द्वि उभयं समीचीनमस्ति. समीचीनं. तर्हि अत्र तत्र वयं समीचीनं महोदय. अन्यत् किमपि वक्तव्यमस्ति वा? अत्र केवलं अन्यत् अन्यत् किमपि नास्ति इत्युक्ते वदति एक अस्ति चेत् अकारान्त, द्वि एवं त्रि अस्ति चेत् इकारान्त, एवं चतुर् अस्ति चेत् रेफान्त, पञ्चन् अथवा पञ्चन् पञ्चन् इति नकारान्त भवति, षष् इति भवति सकारान्त, षष्टन् एतादृशं भवति चेत् तत्र नकारान्त नकारान्त अस्ति. एतत् सप्तन् अष्टन् एतादृशम् अस्ति चेत् तत् सर्वं नकारान्तम् अस्ति. एवं दश, एकादश, द्वादश, त्रयोदश एतत् सर्वम् अस्ति चेत् नवदशपर्यन्तम् एतत् सर्वं नकारान्तः इति भवति. एवं विंशतिः इति ईकारान्त, एवं त्रिंशत्, चत्वारिंशत्, पञ्चाशत् इति तकारान्त, एवं षष्टिः, सप्ततिः, अशीतिः, नवतिः इति ईकारान्त यथा श्रूयते, एवं शत इति अकारान्त इति भवति. लिङ्गं, लिङ्गविषये तत्र उक्तम् इति वदति, अहम् अत्र वक्तुम् इच्छामि तत्र किं भवति. कुत्र त्रिषु लिङ्गेषु भवति, अत्र केवलं लिङ्गं नास्ति, लिङ्गमस्ति एवं वचनमपि अस्ति. अत्र एक वदामः चेत् त्रिषु लिङ्गेषु भवति, एवं नित्य एकवचने. द्वि वदामः चेत् त्रिषु लिङ्गेषु भवति, नित्यद्विवचने. त्रि वदामः चेत् तदपि त्रिषु लिङ्गेषु भवति, नित्यम् इति बहुवचने अस्ति खलु. त्रि इति संस्कृते जानीमः बहुवचनमेव. चतुरस्ति अपि चेत् त्रिषु लिङ्गेषु भवति, एवं नित्यबहुवचने भवति. पञ्चन् अस्ति चेत् अपि त्रिषु लिङ्गेषु भवति, नित्यबहुवचने. षड् अस्ति चेत् अपि त्रिषु लिङ्गेषु भवति, नित्यबहुवचने. बहुवचने इदानीं न वदामि. एवं पञ्चपर्यन्तं त्रिषु लिङ्गेषु अस्ति वा? पञ्चाधिकम् एकमेव लिङ्गं खलु. हा, परन्तु किञ्चित् तत्र अस्ति, अत्र अग्रे वदामि. तत्र षष् अस्ति चेत् अपि त्रिषु लिङ्गेषु, सप्त, अष्ट, नव, दश अस्ति चेत् अपि त्रिषु लिङ्गेषु भवति. परन्तु विंशतिः यदा वदामः तत् इकारान्तरूपं तु अस्ति एव, स्त्रीलिङ्गपदम् अस्ति, परन्तु नित्य एकवचनान्तरूपम् अस्ति महोदय. विंशतिः इति पदं नित्य एकवचनान्तपदं, तत्र यदा पठामः तत्र विस्तारेण दीयते भाषापाकः प्रथमभागे. नित्य एकवचने वयं पठितवन्तः विंशतिः इति विषयमासीत् प्रथम एव विषयः. एवं तदाधारेण अपि त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टिः, सप्ततिः, अशीतिः एतत् सर्वं नित्य एकवचनान्तरूपाणि सन्ति तत्र. एवं शतमपि तादृशं, शत इति शब्दमपि नित्यम् एकवचनान्तपदमस्ति. संख्या इत्युक्ते रूपमस्ति एकवचनं, परन्तु तस्य अर्थमस्ति बहुवचने. बहु सदस्यानि सन्ति तत्र, परन्तु रूपमस्ति एकवचनान्तरूपम् इति अस्ति. इति वचन एवं लिङ्गं, वचनम् अपि लिङ्गं. विंशतिः स्त्रीलिङ्गं, त्रिंशत्, चत्वारिंशत्, पञ्चाशत् अपि स्त्रीलिङ्गं, षष्टिः, सप्ततिः, अशीतिः, नवतिः अपि स्त्रीलिङ्गम्. एवं शतमस्ति चेत् तत्र पुलिङ्गे भवति, एवं नपुंसकलिङ्गे अपि भवति, स्त्रीलिङ्गे न भवति शत इति रूपं. इति अग्रे अपि दीयते एतत् विषये इति अत्र तत्र शिष्यस्य प्रश्नः अस्ति तत्र अत्र लेखकः हेगडेमहोदयस्य तत्र लिखितम् अस्ति इति वक्तव्यमस्ति अस्माकं विस्तारेण चर्चा एतत् जातम् अत्र सङ्ख्याविषये भाषापाकः प्रथमभागे किञ्चित् पश्यतु इति वदति अस्तु अस्तु अग्रे विनोद् महोदय अग्रे करोतु कृपया शिष्यः किं वदति या शिष्य वदति विंशत्यादीनां स्त्रीत्वं सङ्ख्यार्थकत्वे नित्यैकत्वं च संज्ञायां संज्ञेयार्थकत्वं पूरणप्रत्ययान्तानां विभिन्नानि रूपाणि इत्यादयः अंशाः संस्कृतभाषायाम् एव दृश्यन्ते न तु अन्यासु भाषासु एव ननु शिष्यप्रश्नं पृच्छति इति संज्ञा अस्ति खलु संज्ञा अस्ति नामकरणमेव अस्ति इति कृत्वा तत्र नित्य एकत्वं नित्य एकवचनान्तरूपं भवति तत्र तत्र एतत् विस्तारेण तत्र दृष्टं तत्र संख्यायां संख्ये अर्थकत्वम् एवं पूर्णप्रत्ययान्तानां विभिन्नानि रूपाणि अन्यतपि सन्ति यत्र संस्कृतभाषायामपि दृश्यते केवलम् एतद् दृश्यते षष्ठिः इति वदामः चेत् तत्र संख्या अस्ति 60 इति कृत्वा परन्तु तत्र एकवचनान्तरूपम् इति भवति तत्र न तु बहुवचनान्तरूपम् इति अस्ति इति वदति संस्कृतभाषासु एव इदं भवति खलु तत्र कोऽपि संख्या वदति 60 इत्युक्ते तत्र तु बहुवचनम् अस्ति एव संस्कृते अस्ति न तादृशम् नित्य एकवचनान्तरूपम् इति किञ्चित् भिन्नभाषा अस्ति इति वदति अस्तु अग्रे तत्र हा विजया भगिनी समापयतु कृपया आचार्य वदति संख्या सम्बन्धाः एतादृशाः सम्बन्धाः एतादृशाः बहवः अंशाः सन्तीत्यतः एव संख्याप्रयोगविषये जागरूकता तु अवश्यम् आश्रयणीया एव आचार्य वदति संख्यासम्बन्धे जागरूकता अस्ति इत्युक्ते अस्माकम् एतादृशबहवः अंशाः अत्र सन्ति खलु बहवः अंशाः सन्ति इति किञ्चित् वैचित्र्यमस्ति संस्कृतभाषायां प्रतिभाषायाम् एतादृशं नास्ति इति कृत्वा इत्यतः संख्याप्रयोगः विषये जागरूकता इत्युक्ते अस्माकं किञ्चित् तत्र मनसि अस्ति एतादृशं किं भवेत् इति रूपं किं भवति इति कृत्वा आकाङ्क्षा भवति मनसि अवश्यम् आकाङ्क्षा भवति इति केवलं वदति अस्तु समीचीनमस्ति समयः अपि जातम् अस्माकम् आगामिसप्ताहे तत्र कुशलमहोदय उपस्थापनं कर्तुं शक्यते वा आगामि सप्ताहे एतद्विषये अस्ति महोदय वा हा नास्ति चेत् चिन्ता नास्ति विनोद् महोदय कर्तुं शक्यते खलु प्रयत्नं करोमि भवान् निश्चयेन कर्तुं शक्यते चिन्ता एव नास्ति निश्चयेन कर्तुं शक्यते कठिनविषयमपि नास्ति सरलमेव अस्ति अत्र अस्तु प्रयत्नं करोतु चिन्ता नास्ति सहायं करिष्यामः चिन्ता एव नास्ति आम् आम् अस्तु अस्तु अस्तु अस्तु तर्हि अत्र विरमामः, आगामिसप्ताहे मिलामः. अस्तु, धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः, नमस्कारः.